पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 240 श्रीमहादेव उवाच अथ वर्षसहस्रान्ते सर्वलोकमहेश्वरम् अदिदिर्जनयामास वामनं विष्णुमुच्यतम् श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दु सदृशद्युतिं सुन्दरं पुण्डरीकाक्षमधिखर्वतनुं हरिं वडुवेषधरं देवं सर्ववेदाङ्गगोचरं मेखलाजिनदण्डादिचिह्नैरङ्गितमीश्वरं तं दृष्ट्वा देवता सर्वे शतक्रदुपुरोगमाः स्तुत्वा महर्षिभिः सार्धं नमश्चक्रुर्महौजसं ततः प्रसन्नो भगवान् प्रोवाच सुरसत्तमान् वामन उवाच किं कर्तव्यं मया चाद्य तद्ब्रवीद सुरोत्तमाः श्रीशङ्कर उवाच ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् देवा ऊचुः अस्मिन् काले बलेर्यज्ञो वर्तते मधुसूदन अप्रत्याख्यानकालोऽयं तस्य दैत्यपदेः प्रभो याचित्वा त्रिदिवं लोकं तन्नस्त्वं दातुमर्हसि शङ्कर उवाच इत्युक्तास्त्रिदशैः सर्वैराजगाम बलिं हरिः यागदेशे समासेन मृषिभिः सार्धमष्टिभिः अभ्यागतं तु तं दृष्ट्वा सहसोद्धाय दैत्यराड अभ्यागत स्वयं विष्णुरिदिहास समन्वितः पूजयामास विधिना निवेश्य कुसुमासने प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा बलिरुवाच धन्योऽस्मि कृतकृत्योऽस्मि सफलं मम जीवितं त्वामर्चयित्वा विप्रेन्द्र किं करोमि तव प्रियम् आगतोऽसि यदर्थं त्वं मामुद्दिश्य द्विजोत्तमः तत्प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदाम्बर शङ्कर उवाच ततः प्रहृष्टमनसा तमुवाच महीपतिं वामन उवाच शृणु राजेन्द्र वक्ष्यामि ममागमनकारणम् अग्निकुण्ठस्य पृथिवीं देहि दैत्यपदे मम त्रिविक्रमपदां नान्यदिच्छामि मानद सर्वेषामेव दानानां भूमिदानमनुत्तमं यो ददाति महीं राजा विप्राय किञ्चनाय वै अङ्गुष्ठमात्रामपि वा स भवेत् पृथिवीपदिः न भूमिदानसदृशं पवित्रमिह विद्यते भूमिं यः प्रतिगृह्णादि भूमिं यश्च प्रयच्छति उभौ तौ पुण्यकर्माणौ निधने स्वर्गगामिनौ तस्माद्भूमिं महाराज प्रयच्छ त्रिपदीं मम एतदल्पां महीं दातुं मा विशङ्कमहीपते जगत्त्रयप्रदानं तन्नाम भूप भविष्यति शङ्कर उवाच ततः प्रहृष्टपदनस्तथेत्याह महीपदिः तस्मै महीप्रदानं तु कर्तुं मेने विधानदः तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः उशनाह्यब्रवीद्वाक्यं मा राजन्दीयदां महीं शुक्र उवाच यश विष्णुपरेशोध देवैः सम्प्रार्थितो नृप वञ्चयित्वा महीं सर्वान् त्वत्तः प्राप्तुमिहागतः तस्मान् महीन दातव्या तस्मै राजन्महात्मने अन्यमर्थं प्रयच्छस्व वचनान् मम भूपते श्रीशङ्कर उवाच तत प्रहस्य राजासौ तं गुरुं प्राह धैर्यतः बलिरुवाच प्रीतये वासुदेवस्य सर्वं पुण्यं कृतं मया अद्य धन्योऽस्म्यहं विष्णुस्वयमेवागतो यदि तस्य प्रदेयमेवाद्य जीवितं च महत्सुखं तस्मादस्मै प्रयच्छामि त्रिलोकीमपि मा चिरं श्रीशङ्कर उवाच इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तिदः वाञ्छितां प्रददौ भूमिं वारिपूर्वं विधानतः परिणीय नमस्कृत्य दत्त्वा वै दक्षिणां वसु प्रोवाच तं पुनर्विप्रं प्रहृष्ठेनान्तरात्मना बलिरुवाच धन्योऽस्मि कृतकृत्योऽस्मि तव दत्त्वा महीं द्विज यथेष्टा तव विप्रेन्द्र तद्गृहाणमहीमिमं श्रीशङ्कर उवाच तमुवाच नृपं विष्णु राजंस्तव समीपतः मापयामि पदेनाद्य पृथिवीं तव पश्यतः इत्युक्त्वा खर्वरूपं तद्विहाय परमेश्वरः त्रिविक्रमवपुर्भूत्वा जग्राह पृथिवीमिमां पञ्चाशत्कोटिविस्तीर्ण ससमुद्रमहीधराम् ससागराञ्च सद्वीपं सदेवासुरमानुषं पादेनैकेन वपुषो व्यक्रान्तमधुसूदन उवाच दैत्यराजेन्द्र किं करोमीति शाश्वतः तद्वै त्रिविक्रमं रूपमीश्वरस्य महौजसं हितार्थमपि देवानां ऋषीणां च महात्मनां न दृष्टमपि शक्यं स्यात् ब्रह्मणः शङ्करस्य च तत्पदं पृथिवीं सर्वामाक्रम्य गिरिजे शुभे अतिरिक्तं समभवच्छदयोजनमायतं दिव्यचक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः तस्मै सन्दर्शयामास स्वकं रूपं जनार्दनं तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलि प्रहर्षमदुलं लेभे सानन्दाश्रुपरिप्लुतः दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च प्राह गद्गदया वाच प्रहृष्टेनान्तरात्मना बलिरुवाच धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरं लोकत्रयं त्वमेवैतद्गृहाणपरमेश्वर श्रीशङ्कर उवाच अथ सर्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् ऊर्ध्वं प्रसारयामास ब्रह्म लोकान्तमच्युतः स नक्षत्र ग्रहोपेतं सर्वदेवसमावृतं पदेन परिपूर्णोऽभूदच्युतस्य शुभानने ततः पितामहो ब्रह्मचक्रपद्मादिचिह्निदं पादं तद्देवदेवस्य हर्षसङ्कुलचेतसा धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वकमण्डलुं भक्त्या प्रक्षालयामास तत्र संस्थितवारिणा अक्षय्यमभवत्त्वयं तस्य विष्णो प्रभावतः तत्तीर्थं मेरुशिखरे पपादविमलं जलं जगद्ध पावनार्थं वै चतुर्दिक्षु प्रवाहितम् सिता चालकनन्ता च चक्षुर्भद्रा यथा क्रमं तदश्चालकनन्ता च मेरोर्दक्षिणतः स्मृदा त्रिधा नाम्ना त्रिपथगा त्रिस्रोदा लोकपावनी स्वर्गे मन्दाकिनी प्रोक्ता त्वधो भोगवती तथा मध्ये वेगवती गङ्गा पावनार्थं नृणां शिवा तां दृष्ट्वा मेरुमध्ये दुःप्रस्रवन्तीं शुभानने आत्मनः पावनार्थाय शिरसाहमधारयम् दिव्यं वर्षसहस्रं तु धृत्वा गङ्गाजलं शुभं शिवत्वमगमं देवि सर्वलोकेषु पूजितः यो वहेच्छिरसा गङ्गातोयं विष्णुपदोद्भवं प्राशयेद्वा जगत्पूज्यो भविष्यदि न संशयः गङ्गा गङ्गेदि यो ब्रूयाद्वियोजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ततो भगीरथो राजा गौतमश्च महातपाः तपसा पूजयित्वा मां गङ्गार्थं समयाजद सर्वलोकहितार्थाय तां गङ्गां वैष्णवीं शिवां तयोरकं ताम ददां प्रीत्या देवि सरिद्वरां गौतमेन समानीता गौतमी तेन कीर्तिता भागीरथीदिविख्याता तेन राज्ञा व्यदायतः प्रसङ्गाते समाख्यातं गङ्गाजन्मात्यनुत्तमं ततो नारायणश्रीमान् भरिं दैत्यपदिं प्रभुः रसातलं शुभं लोकं प्रददौ भक्तवत्सलः सर्वेषां दानवानां तु नागानां यादसामपि राजानं तु बलिं चक्रे यावदाभूतसम्प्लवं प्रतिगृह्य बलेर्लोकान् बडुवेषेण दैत्यः महेन्द्राय ददौ प्रीत्या काश्यपो विष्णुरव्ययः तदो देवाः स गन्धर्वा ऋषयश्च महौजसः तुष्टुवुस्तुतिभिर्दिव्यैः पूजयामासुरच्युतं संक्षिप्य तन्महद्रूपं तेषां सन्दर्शनाय वै सम्पूज्य मानास्त्रिदशैरन्तर्धानं ययौ हरिः युद्धं सुरक्षितशक्रो विष्णुना प्रभविष्णुना त्रैलोक्यं महदैश्वर्यमवाप त्रिदिवेश्वरः एतत्ते सर्वमाख्यातं वामनं वैभवं शुभं शेषं यद्वैभवं देवि तद्वक्ष्यामि यथाक्रमाद् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे वामनप्रादुर्भावो नाम चत्वारिंशदधिकद्विशततमोऽध्यायः ओम्।